वीतरागमे क्रोधैः मुनिभिः वेदपारगैः निर्विकल्पोऽयं दृष्टः प्रपञ्चोपशमोद्भयः। तदेत सम्यक् दर्शनं स्तूयते। विगतरागभयक्रोधादिसर्वदोषैः सर्वदा मुनिभिः मननशीलैः विवेकिभिः वेदपारगैः अवगतवेदान्तार्थतत्त्वैः ज्ञानिभिः निर्विकल्पः सर्वविकल्पशून्यः अयमात्मा दृष्टः उपलब्धः वेदान्तार्थतत्परैः प्रपञ्चोपशमः प्रपञ्चोद्वैतभेदविस्तरः तस्य उपशमो अभावो यस्मिन् स आत्मा प्रपञ्चोपशमः। अत एव अद्वयः विगतदोषैरेव पण्डितैः वेदान्तार्थतत्परैः सन्न्यासिभिः अयमात्मा द्रष्टुं शक्यः न अन्यैः रागादिकलुषितचेतोभिः स्वपक्षपादिदर्शनैः तार्किकादिभिः इत्यभिप्रायः। तस्मादेवं विदित्वैनम् अद्वैते योजये स्मृतिम् अद्वैतं समनुप्राप्य जडवल्लोकमाचरेम्। यस्मात् सर्व अनर्थोपशमरूपत्व अद्वयं शिवम् अभयम्। अतः इयं विदित्वा एनम् अद्वैते स्मृतिं योजये अद्वैतावगमा एव स्मृतिं कुर्यात् इत्यर्थः। तच्च अद्वैतम् अवगम्य अहमस्मि परं ब्रह्म इति विदित्वा अशनायादि अतीतं साक्षात् अपरोक्षात् अजम् आत्मानं सर्वलोकव्यवहारातीतं जडवत् लोकमाचरे अप्रख्यापयन् आत्मानम् अहम् एवं विधः इत्यभिप्राय। निस्तुतिर्निर्नमस्कारो निःस्वदाकार एव च चलाचलनिकेतश्चायतिर्यादृच्छिको भवेम्। कयाचनीया लोकमाचरेदिति अहं स्तुतिनमस्कारादि सर्वकर्मविवर्जितः त्यक्तसर्ववाक्येषिणः प्रतिपन्नपरमहंसपारिव्राज्यः इत्यभिप्राय। एतं वै तम् आत्मानं विदित्वा इत्यादिष्टे तद्बुद्धैस्तदात्मानः तन्निष्ठास्तत्परायणाः इत्यादि सुन्तेश्च। चलं शरीरं प्रतिक्षणम् अन्यताभावात् अचलम् आत्मतत्त्वम्। यदा कदाचित् भोजनादिसंव्यवहारनिमित्तम् आकाशवतो अचलं स्वरूपम् आत्मतत्त्वम् आत्मनो निकेतम् आशयम् आत्मस्थितिं विस्मृत्य अहमिति मन्यते यदा तदा चलो देहः निकेतो यस्य स्वयमेवं चलाचलनिकेतः विद्वान् न पुनः बाह्यविषयाश्रयः। स च यादृच्छिको भवेत्। यदृच्छाप्राप्तकौपीन आच्छादनग्रासमातृदेहस्थितिः इत्यर्थः। तत्त्वम् आध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः तत्पीभूतस्तदा रामः तत्त्वादप्रच्युतो भवेन्। बाह्यं पृथिव्यादि तत्त्वम् आध्यात्मिकं च देहादिलक्षणं लज्जुसर्पादिवतो स्वप्नमायादिवच्च असत् वाचारम्भणं विकारो नामधेयम् इत्यजते। आत्मा च स्वबाह्याभ्यन्तरो ह्यजो अपूर्वो अनपरो अनन्तरो बाह्यः कृत्स्नः तथा आकाशवतो सर्वगतः सूक्ष्मः अचलः निर्गुणः निष्कलः निष्क्रियः तत्सत्यं स आत्मा तत्त्वंसि इति श्रुतेः। इत्येवं तत्त्वं दृष्ट्वा तद्भीभूतः तदा रामो न बाह्यरमणः। यथा अतत्त्वदर्शी कश्चिन् तम् आत्मत्वेन प्रतिपन्नः चित्तचलनम् अनु चलितम् आत्मानं मन्यमानः तत्त्वात् चलितं देहादिभूतम् आत्मानं कदाचिन् मन्यते प्रच्युतो अहम् आत्मतत्त्वादिदानीमिति समाहिते तु मनसि कदाचित् तत्त्वभूतं प्रसन्नम् आत्मानं मन्यते इदानीमस्मि तद्भीभूत इति न तथा आत्मविद्भवेत्। आत्मनः एकरूपत्वात् स्वरूपप्रच्यवन असम्भवाच्च सदैव ब्रह्मास्मीति अप्रच्युतो भवेत् तत्त्वात् सदा अप्रच्युत आत्मतत्त्वदर्शनं भवेदित्यभिप्राय। शुनि चैव श्वपाक्ये च समं सर्वेषु भूतेषु इत्यादि सुन्ते। इति द्वितीयं वैदत्यप्रकरणं सम्पूर्णम्। अद्वैतप्रकरणं उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः। उक्तः प्रपञ्चोपशमः शिवः अद्वैतः आत्मा इति प्रतिज्ञामात्रेण ज्ञाते द्वैतं न विद्यते इति च तत्र द्वैत अभावस्तु वैतत्यप्रकरणेन स्वप्नमायागन्धर्वनगरादृष्टान्तैः दृश्यत्वादि अन्तवत्वादिहेतुभिः तर्केण च प्रतिपादितः। अद्वैतं किम् आगममात्रेण प्रतिपत्तव्यम्? आहुषु तर्केणापि इत्यतः शक्यते तर्केणापि ज्ञातुं तत् कथमिति अद्वैतप्रकरणम् आरभ्यते उपास्य उपासनादिभेदजातं सर्वं विदधम् केवलश्चात्मा अद्वैः परमार्थः इति स्थितम् अतीते प्रकरणे यतः उपासनाश्रितः उपासनाम् आत्मनो मोक्षसाधनत्वेन गतः उपासकोऽहं मम उपास्यं ब्रह्म तदुपासनं कृत्वा जाते ब्रह्मणि इदानीं वर्तमानः अजं ब्रह्म शरीरपातात् ऊर्ध्वं प्रतिपत्स्ये प्रागुत्पत्तेश्च अजमिदं सर्वम् अहं च यदात्मकोऽहं प्रागुत्पत्तेः इदानीं जातः जाते ब्रह्मणि च वर्तमानः उपासनयः पुनः तदेव प्रतिपत्स्ये इत्येवम् उपासनाश्रितो धर्मः साधकः येन एवं क्षुद्रब्रह्मवीन् तेन असौ कारणेन कृपणो दीनो अल्पकः स्मृतः नित्य अजब्रह्मदर्शिभिः महात्मभिः इत्यभिप्राय यद्वाचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्मत्वं विद्धि नेदं विदिनं पासते इत्यै श्रुतेः तलवकारेण अथौ वक्ष्याम्यकार्पण्यम् अजातिसमतां गतं यथा न जायते किञ्चिज्जायमानं समन्ततः सभाख्याभ्यन्तरम् अजम् आत्मानं प्रतिपत्तुम् अशक्नुवन् अविद्यया दीनम् आत्मानं मन्यमानः जातोऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन् ब्रह्मप्रतिपत्सीत्यं प्रतिपन्नः कृपणो भवति यस्मि अतो वक्ष्यामि अकार्पण्यम् अकृपणभावम् अजं ब्रह्म तद्धि कार्पुण्यास्पदं यत्र अन्योन्यत् पश्यति अन्यशृणोति अन्यज्जानाति तदल्पं मर्त्यं तत् वाचारम्भणं विकारो नामधेयम् इत्यादिभ्य तद्विपरीतं सभाख्याभ्यन्तरम् अजम् अकार्पण्यं भूमाख्यं ब्रह्म यत्प्राप्य अविद्याकृतसर्वकार्पण्यनिवृत्तिः तदकार्पण्यं वक्ष्यामि इत्यर्थः तत् अजाति अविद्यमाना जातिः अस्ति समतां गतं सर्वसाम्यं गतं कस्मात् अवयववैषम्याभावात् यद्धि सावयवं वस्तु तदवयववैषम्यं गच्छन् जायते इत्युच्यते इदं तु निरवयवत्वात् समतां गतमिति न कैश्चिदवयवैः स्फुटति अतः अजाति अकार्पण्यं समन्ततः समन्त यथा न जायते किञ्चित् अल्पमपि न स्फुटति रज्जुसर्पवतो अविद्याकृतदृष्ट्या जायमानं येन प्रकारेण न जायते सर्वतः अजमेव ब्रह्म भवति तदा तं प्रकारं शृणु इत्यर्थः आत्मा ह्याकाशवज्जीवैः घटाकाशैरिवोदितः घटादिवच्च सङ्गातैः जातौ एतन्निदर्शनम् अजाति ब्रह्म अकार्पण्यं वक्ष्यामीति प्रतिज्ञातं तत्सिद्ध्यर्थं हेतुं दृष्टान्तं च वक्ष्यामि इत्याह आत्मा परः हि यस्म आकाशवत् सूक्ष्मो निर्वयवः सर्वगतः आकाशवदुक्तः जीवैः क्षेत्रज्ञैः घटाकाशैरिव घटाकाशतुल्यैः उदितः उक्तः स एव आकाशसमः परात्मा अथवा घटाकाशैः यथा आकाशः उदितः उत्पन्नः तथा परः जीवात्मभिः उत्पन्नः जीवात्मनां परस्मादात्मनः उत्पत्तिः या श्रूयते वेदान्तेषु स महाकाशान् घटाकाशोत्पत्तिसमः न परमार्थतः इत्यभिप्रायः तस्मादेव आकाशात् घटादयः सङ्गाताः यथा उत्पद्यन्ते एवम् आकाशस्थानीया तु परमात्मनः पृथिव्यादिभूतसङ्गात आध्यात्मिकाश्च कार्यकरणलक्षण रज्जुसर्पवतो विकल्पिता जायन्ते अतः उच्यते घटादिवच्च सङ्गातैः उदितः इति यदा मन्दबुद्धिप्रतिपिपादैशया श्रुत्या आत्मनो जातिः उच्यते जीवादीना तदा जातौ उपगम्यमानाय एतद् निदर्शनं दृष्टान्तः यथोदित आकाशवदित्यादि घटादिषु प्रलीनेषु घटाकाशादयो यथा आकाशे सम्प्रलीयन्ते तद्वज्जीवा इहात्मनि यथा घटादि उत्पत्त्या घटाकाशादि उत्पत्तिः यथा च घटादिप्रलयेन घटाकाशादिप्रलयः तद्वद्देहादिसङ्गात्वोत्पत्त्या जीवोत्पत्तिः तत्प्रलयेन च जीवानाम् इह आत्मनि प्रलयः न स्वतः इत्यर्थः यथैकस्मिन् घटाकाशे रजो धूमादिविद्युते न सर्वे संप्रयुज्यन्ते तद्वज्जीवास्सुखादिभिः। सर्वदेहेषु आत्मैकत्वे एकस्मिन् जननमरणसुखदुःखादिमध्यात्मने सर्वात्मनां तत्सम्बन्धः। क्रियाफलसाङ्गर्यं च स्यादिति ये तु आहुः द्वैतिनः तान् प्रति इदमुच्यते। यथा एकस्मिन् घटाकाशे रजोधूमादिभिः युते संयुक्ते न सर्वे घटाकाशादयः तद्रजोधूमादिभिः संयुज्यन्ते तद्वज्जीवाः सुखादिभिः। ननु एक एव आत्मा बाढं ननु न श्रुतं त्वया आकाशोत्सर्वसङ्गातेषु एक एव आत्मा इति। यदि एक एव आत्मा तर्हि सर्वत्र सुखी दुःखी च स्यात्। न चैदं साङ्ख्यस्य चोद्यं सम्भवति। न हि साङ्ख्यः आत्मनः सुखदुःखादिमत्वमिच्छति बुद्धिसममाय अभ्युम सुखदुःखादीन। न च उपलब्धिस्वरूपस्य आत्मनः भेदकल्पनायां प्रमाणमस्ति। भेदाभावे प्रधानस्य पारार्थ्य अनुपत्तिरिति चेन्न प्रधानकृतस्य अर्थस्य आत्मनि असमवायात्। यदि हि प्रधानकृतो बन्धो मोक्षो वा अर्थः पुरुषेषु भेदेन समवैति ततः प्रधानस्य पारार्थ्यम् आत्मैकत्वे नोपद्यते इति युक्ता पुरुषभेदकल्पना। न च साङ्ख्यैः बन्धो मोक्षो वा अर्थः पुरुषसंवेतो अभ्युपगम्यते। निर्विशेषाश्च चेतनमात्र आत्मानम् अभ्युपगम्यन्ते। अतः पुरुषसत्तामात्रप्रयुक्तमेव प्रधानस्य पारार्थ्यं सिद्धं न तु पुरुषभेदप्रयुक्तमिति। अतः पुरुषभेदकल्पनायां न प्रधानस्य पारार्थ्यं हेतु न च अन्यत् पुरुषभेदकल्पनायां प्रमाणमस्ति साङ्ख्येन। परसत्तामात्रमेव च एतन्निमित्तीकृत्य स्वयं बध्यते मुच्यते च प्रधानं। परश्च उपलब्धिमात्रसत्तास्वरूपेण प्रधानप्रवृत्तहेतुः न केनचित् विशेषेण हेते। केवलं मूढतया एव पुरुषभेदकल्पना वेदार्थप्रीत्यागच्छति।